परस्तस्मात्तु भावन्यो व्यक्तो व्यक्तात् सनातनः यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति अव्यक्तो क्षर इत्युक्त समाहुः परमं गतिम् यं प्राप्य न निवर्तन्ते तद्धाम परमं मम पुरुषः स परः पार्थ भक्त्या लभ्य स्वनन्यया यस्यन्तस्तानि भूतानि येन सर्वमिदं ददम् यत्र काले त्वनावृत्ति मा वृत्तिं चैव योगिनः प्रयाता यन्तिदं कालम् वक्ष्यामि वरदर्शव अग्निज्योतिरः शुक्लः षण्मास उत्तरायणम् तत्र प्रयात गच्छन्ति ब्रह्म ब्रह्माविदो जनः धूमरात्रिस्तदा कृष्णः षण्मासा दक्षिणायनम् तत्र चान्द्रावसं ज्योतिर्योगी प्राप्य निवर्तते शुक्ल कृष्णे गति येते जगत शाश्वते मते एक यायत्यनावृत्ति मन्यया वर्तते पुनः नैते श्रीति पार्थ जानन् योगी मुह्याति कश्चन तस्मात् सर्वेषु कालेषु योगो युक्तो भवार्जुन वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलम् प्रदिष्टम् अर्थेति तत्सर्वमिदम् विदित्वा योगी परम् स्थानमुपैति चाद्यम् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः।